अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्य जगत्प्रहृष्यत्यनुरञ्जते च रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्गाः स्थाने युक्तं किं तव प्रकीर्त्य त्वन्माहात्म्यकीर्तनेन श्रुतेन हे हृषीकेश यज्जगत् प्रहृष्यति प्रहर्षमुपैति तत्स्थाने युक्तम् इत्यर्थः अथवा विषयविशेषणं स्थाने इति युक्तः हर्षादिविषयः भगवान् यतः ईश्वरः सर्वात्मा सर्वभूत सुहृच्च इति तथा अनुरज्यते अनुरागं च उपैति तच्च विषये इति व्याख्याये किञ्च रक्षांसि भीतानि भयाविष्टानि दिशः द्रवन्ति गच्छन्ति तच्च स्थाने विषये सर्वे नमस्यन्ति नमस्कुर्वन्ति च सिद्धसङ्गः सिद्धानां समुदायः कपिलादीनां तच्च स्थाने भगवतो हर्षादिविषयत्वे हेतुं दर्शयति कस्माच्च तेन न मेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे अनन्तदेवेश जगन्निवास त्वमक्षरं सत्परं यत् कस्माच्च हेतोः ते तुभ्यं न नमेरन् नमस्कुर्युः हे महात्मन् गरीयसे गुरुतराय यतः ब्रह्मणः हिरण्यगर्भस्य अपि आदिकर्ता कारणमतः तस्मा आदिकर्त्रे कथम् एतेन नमस्कुर्युः अतः हर्षादीनां नमस्कारस्य च स्थानं त्वम् अर्हः विषयः इत्यर्थः हे अनन्त देवेश हे जगन्निवास त्वम् अक्षरं तत्परं यत् वेदान्ते श्रूयते किं तन् सलसत् इति सत् विद्यमानम् असच्च यत्र नास्ति इति बुद्धिः ते उपदहनभूते सदसति यस्य अक्षरस्य यद्वारेण सदसति इति उपचर्यते परमार्थतस्तु सदसतोः परं त अक्षरं ये अक्षरं वेदविदः वदन्ति त त्वमेव न अन्य इति अभिप्रायः पुनरपि स्तौतिं त्वमादिदेव पुरुष पुराणं त्वमस्य विश्वस्य परं निधानं वेत्तादिवेद्यञ्च परं च धामम् त्वयोतदं विश्वमनन्तरूपं त्वम् आदिदेवः जगतः स्रष्टुत्व पुरुषः पुरिशेन पुराणः चिरन्तनः त्वमेव अस्य विश्वस्य परं प्रकृष्टं निधानं निधीयते अस्मिन् जगत्सर्वं महाप्रलयादमिति किञ्च वेत्ता असि वेदिता असि सर्वस्यैव वेद्यजातस्य यच्च वेद्यं वेदनार्हं तच्च असि परञ्च धाम परमं पदं वैष्णवं त्वया ततं व्याप्तं विश्वं समस्तं हे अनन्तरूप अन्तो न विद्यते तव रूपाणि किञ्च वायुन्यमोऽग्निं वरुणशशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते वायुः त्वं यमश्च अग्निः वरुणः अपाम्पतिः शशाङ्कः चन्द्रमाः प्रजापतिः त्वं कश्यपादिः प्रपितामहश्च पितामहस्यापि पिता प्रपितामहः ब्रह्मणोऽपि पिता इत्यर्थः नमो नमः ते तुभ्यम् अस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमः ते बहुशो नमस्कारक्रियाभ्यास आवृत्तिगणनं कृत्वसुच उच्यते पुनश्च भूयोऽपि इति श्रद्धाभक्त्यतिशय अपरितोषम् आत्मनः दर्शयति तथा नमः पुरस्तालतपुष्टतस्ते नमोऽस्तु ते सर्वगत एव सर्वम् अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः नमः पुरस्त पूर्वस्यां दिशि तुभ्यम् अथ पृष्ठतः ते पृष्ठतः अपि च ते नमोऽस्तु ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय हे सर्व अनन्तवीर्यामितविक्रमः अनन्तं वीर्यम् अस्य अमितः विक्रमः अस्य वीर्यं सामर्थ्यं विक्रमः पराक्रमः वीर्यवानपि कश्चिन् शत्रुवदादिविषये न पराक्रमते मन्दपराक्रमो वा त्वं तु अनन्तवीर्यः अमितविक्रमश्च इति अनन्तवीर्यामितविक्रमः सर्वं समस्तं जगं समाप्नोषि सम्यक् एकेन आत्मना व्याप्नोषि यतः ततः तस्माम् असि भवसि सर्वः त्वं त्वया विनाभूतं न किञ्चिदस्ति इति अभिप्रायः यतः अहं त्वन्माहात्म्य अपरिज्ञानात् अपराधः अतः सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हि यादव हे सखेतिम् अजानतामहिमानं तवेदं मया प्रमादात् प्रणयेन वापि सख समानवयाः इति मत्वा ज्ञात्वा विपरीतबुद्ध्या प्रसभम् अभिभूय प्रसख्य यत् उक्तं हे कृष्ण हे यादव हे सखेति च अजानत अज्ञानिना मूढेन किम् अजानत इति अहं महिमानं माहात्म्यं तव इदम् ईश्वरस्य विश्वरूपं तव इदं महिमानम् अजानत इति वैयदिकरण्येन सम्बन्धः तवेमम् इति पाठः यदि अस्ति तदा सामानादिकरण्यमेव मया प्रमादात् विक्षिप्तचित्ततया प्रणयेन वापि प्रणयो नाम स्नेहनिमित्तः विश्रम्भः तेनापि कारणेन यदुक्तवान् अस्मि यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु एकोऽथवाप्येच्युततः समक्षं तत्क्षामयित्वामहमप्रमेयम् यच्च अवहासार्थं परिहासप्रयोजनाय असत्कृतः परिभूतः असि भवसि क्व विहारशय्यासनभोजनेषु विहरणं विहारः पादव्यायामः शयनं शय्य आसनम् आस्थायकं भोजनम् अगनम् इति एतेषु विहारशय्यासनभोजनेषु एकः परोक्षस्सन् असत्कृतः असि परिभूतः असि अथवापि हे अच्युतः तत् समक्षं तच्छब्दः क्रियाविशेषणार्थः प्रत्यक्षं वा असत्कृतः असि तत् सर्वम् अपराधजातं क्षामये क्षमां कारये त्वाम् अहम् अप्रमेयं प्रमाणातीतम् यतः त्वं पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुङ्गरीयां न त्वत्समोऽस्त्यं विधिकृतोऽन्यं लोकत्रयेऽपि प्रतिमा प्रभाव पिता असि जनयिता असि लोकस्य प्राणिजातस्य चराचरस्य स्थावरजङ्गमस्य न केवलं त्वम् अस्य जगतः पिता पूज्यश्च पूजारः यतः गुरुः गरीयान् गुरुतरः कस्मान् गुरुतरः त्वम् इति आह न त्वत्समः त्वत्तुल्यः अस्ति न हि ईश्वरद्वयं सम्भवति अनेकेश्वरत्वे व्यवहार अनुत्पत्तेः त्वत्सम एव तावत् अन्यः न सम्भवति कुतः एव अन्यः अभ्यधिकः स्यात् लोकत्रयेऽपि सर्वस्मिन् अप्रतिमप्रभावः प्रतिमीयते यया सा प्रतिमा न विद्यते प्रतिमा यस्य तव प्रभावस्य सह त्वम् अप्रतिमप्रभावः हे अप्रतिमप्रभावः निरतिशयप्रभावः इत्यर्थः यतः एवं तस्मात् प्रणम्य प्रणिधाय कायं प्रसादयित्वामहमीशमीड्यम् पितेव पुत्रस्य सखेव सख्यं प्रिय प्रियोर्यार्हसि देव सोढुं तस्मात् प्रणम्य नमस्कृत्य प्रणिधाय प्रकर्षेण नीचैः धृत्वा कायं शरीरं प्रसादये प्रसादं कारये त्वाम् अहम् ईशम् ईशितारम् ईड्यं स्तुत्यं त्वं पुनः पुत्रस्य अपराधं पिता यथा क्षमते सर्वं सखा इव असख्यो अपराधं यथा वा प्रियः प्रियायाः अपराधं क्षमते एवम् अर्हसि हे देव सोढुं प्रसहितुं क्षन्तुम् इत्युक्तः अदृष्टपूर्वं रुजितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनोमि तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास। अदृष्टपूर्वं न कदाचिदपि दृष्टपूर्वम् इदं विश्वरूपं तव मया अन्यैर्व। तत् अहं दृष्ट्वा हृषितः अस्मि, भयेन च प्रव्यथितं मनः मे। अतः तदेव मे मम दर्शय हे देव रूपं ये मत्सकं। प्रसीददेवेश जगन्निवास, जगतो निवासो जगन्निवासः, हे जगन्निवास। किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुमहं तथैव, तेनैव रूपेण चतुम्भुजेन सहस्रबाहो भव विश्वमूर्ते। किरीटिनं किरीटवन्तं तथा गदिनं गदावन्तं चक्रहस्तम् इच्छामि त्वां प्रार्थये त्वां द्रष्टुम् अहं तथैव। पूर्वव इत्यर्थः, यतः एवं तस्मात् तेनैव रूपेण वसुदेवपुत्ररूपेण चतुर्भुजेन सहस्रबाहो वार्तमानिकेन विश्वरूपेण भव विश्वमूर्ते उपसंवृत्य विश्वरूपं तेनैव रूपेण भव इत्यर्थः।